करोतु। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। एनाक्षरसमाब्धायाम् अधिकम् लोकमहेश्वरात् कृष्णम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः। वाक्यकारम् वररुचिम् भाष्यकारम् पतञ्जलिम् पाणिनीम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम्। धन्यवादः महोदय। धन्यवादः। सुप्रभातम्। स्वागतम् सर्वेषाम्। कृते ओके प्रश्नाः सन्ति? हा भ्रमः अस्ति? यद् अभ्यासम् अहं प्रेषितवती कोऽपि किमपि प्रयत्नं कृतवन्तः न? ओके नमस्कारः महोदय। अत्र जागरणं कृत्वा बहु शान्ता अस्मि। शक्यते किञ्चित् विलम्बेन? न न श्रूयते पूर्णिमा, वाय्स् इस् ब्रेकिङ्ग्। या भगिनी रात्रौ जागरणं कृत्वा रात्रिपूर्ति शिवभजनं कृतवन्तः वयं, न श्रूयते वा? सम्पूर्णसप्ताहं तु हस्ते आसीत् न? कृतवती भगिनि, अहं तद् न उच्यते, जानामि, वदामि, यदि पृच्छन्ति चेत् वदामि भगिनि, उत्तरं वदामि। कृतवती, पठितवती अपि, किञ्चित् ध्वनिः किञ्चित् मम ध्वनिः श्रूयते वा? सम्यक् श्रूयते भगिनि, मम ध्वनिः भवति न? मध्ये मध्ये वाय्स् ब्रेक् भवति। ओके ओके, प्रश्नाः सन्ति वा अभ्यासविषये, अथवा साक्षात् आरम्भं कुर्मः? करोतु भगिनि, मम भवान् किञ्चिदपि प्रश्नं नास्ति, अवगतवती, अभ्यासं कृतवती अपि। ओ सम्यक्। ओके इदानीं ओके ओके अनुसूया एकं सूत्रं वदतु, अनुबन्धसूत्रम् एकं वदतु। फलन्त्यं फलन्त्यं सम्यक्। अनिल् इतोपि एकं वदतु। उपदेशे अच् अनुनासिक इत्। ओके उपदेशे अच् अनुनासिक इत् सूत्रं लिखितम् अस्ति उपदेशे जनुनासिक इति, परन्तु सन्धिविच्छेदं कृत्वा अपि वयं वक्तुं शक्नुमः। भागीरथी, सूत्रद्वयं समाप्तम्, इतोपि कति सप्तसूत्राणि सन्ति न? भागीरथी इतोपि एकं वदतु। न चन्द्रमती अस्ति वा? न ओके मुत्तुलक्ष्मी न विभक्तौ तु स्मः। ओके तृतीयम्। ओके मुत्तुलक्ष्मी भवत्याः स्मरणे किम् अस्ति? नमस्ते महोदय। हलन्त्यं हलन्त्यं समाप्तं, हा अनुसूया उक्तवती न? क्षम्यतां, शः प्रत्ययस्य शः प्रत्ययस्य सम्यक्। पूर्णिमा अथवा इदानीं चत्वारि सूत्राणि सन्ति। आदिर्निगुडवः आदिर्निगुडवः रूपल् अवशिष्टम् इतोपि किम् अस्ति? अहं वदामि, अहं वदामि, टुटु ओके भागीरथी आगतवती वा आगतवती भगिनि इर् इत्संज्ञा वाच्या नेटि इर् इत्संज्ञा वाच्या ओके उषा विशिष्टं किम् चुटु ऐ टोल्ड् भगिनि चुटु तु उक्तमस्ति इदानीं किम् अवशिष्टं तदेव द्रष्टव्यं रूपल् न वदति रूपल् तु उक्तवती न चुटु न उषा उक्तवती चुटु उषा उक्तवती ओ क्षम्यतां रूपल् भवत्याः किं वक्तव्यमस्ति तदेव न जानामि क्षम्यताम् अवशिष्टं किं भवती तु ओके न जानाति इति भासते ओके अनिल् अनिल् अभवत् भगिनि लसक्वत् द्वितीय राउण्ड् न अन्यत् कोऽपि नूतन न आगतः पश्यामि परन्तु नूतन कोऽपि अस्ति चेत् न जानन्ति न किम् अभवत् प्रथमम् ओके अनिल् भवान् एव वदतु दशकत् अद्यते न भवान् उक्तवान् ओके अनुसूया इदानीम् एतत् सर्वं परिशीलनं कृत्वा अन्तिमसूत्रं किं वयम् उपयोगं कुर्मः न तत् सर्वं समाप्तं इत्संज्ञाविषयं तु समाप्तं तदनन्तरं किं कार्यं कर्तव्यं धातोः कथं स्फुटं करणीयम् इति अनुबन्धक अनुबन्ध किं सूत्राणि यानि सन्ति परिशीलनं कृतं तदर्थम् इत्संज्ञकवर्णाः वयम् ऐडेण्टिफै कृतवन्तः तत् तदनन्तरं किं कर्तव्यं कार्यम् स्मरणे अस्ति वा धातोः निजरूपं चरितरूपं पश्यामः भागीरथी भवत्याः उत्तरं किं तस्य लोपः भगिनि तस्य लोपः ओके एकवारम् इत्संज्ञकवर्णानाम् ऐडेण्टिफिकेशन् समाप्तं तदनन्तरं तस्य लोपः इति सूत्रेण लोपकार्यमपि कर्तव्यम् ओके इदानीं साक्षात् इदानीं वयं अभ्यासं प्रति गच्छामः ओके ओके भगिनि एकनिमिषं भगिनि एतत् कुत्र अस्ति भगिनि ईमेल् मध्ये अहं न द्रष्टुं शक्नोमि भगिनि अटाच्मेण्ट् मध्ये अहं स्थापितवती वर्ड् डाक्युमेण्ट् अटाच्मेण्ट् इति अधः लास्ट् टैम् सम्बडि पोस्टेड् इन् द ग्रूप् आल्सो no I didn't see so far no I didn't whatsapp group e asti whatsapp group and I am not in mail group also probably okay I am not getting any karapatram idani karapatram nasti atra griha karyam भगिनी मेल् मेल् दृश्यते अहं दर्शयामि न दर्शयतु भगिनि कृपया एकवारम् अहं दर्शयिष्यामि ओ मेल् कथम् अस्ति तत् दर्शयिष्यामि. तदनन्तरं I don't get mails, mail also, I don't get WhatsApp intimation also. I thought it may be there, so I joined. Who is this? Bhavatyah Nama Kim? Anasuya. Anasuya? Oh, oh, okay. Bhavati, yada Bhavati mail na prapnoti, Arvind Mahodaya kinchit suchayatu, huh? Okay. मेल् न प्राप्नोमि, वाट्सप् इण्टिमेशन् अपि न प्राप्नोमि. वाट्सप् मध्ये तु अहम् इण्टिमेशन् न ददामि, हा, वाट्सप् माध्यमेन अहं किमपि न करोमि. ओके, इदानीम् एतत् रेकार्डिङ्ग् अस्ति वा अन्य एकनिमिषं, हा, अत्र एव. ओके, तेषां कृते समस्या अस्ति, एकनिमिषं वदतु भगिनि. अहं मेल् न प्राप्नोमि, अतः गृहपाठ इत्यादि अहं न जानामि. ओके, मेल् न प्राप्नोति इत्युक्ते भवती कदाचित् एतस्मिन् गूगल् ग्रूप् मध्ये नास्ति, अतः अरविन्द महोदयं ईमेल् प्रेषयतु, सः भवत्याः नाम अत्र स्थापयिष्यति. ओके, भवती अन्यत्र अस्ति कदाचित् जान्वरि मासे यत् आरम्भं कृतं न, जान्वरि 2022 तत्र भवती अस्ति, परन्तु आगस्ट् 2022 गूगल् ग्रूप् मध्ये अस्ति वा न अहं जानामि. येषां कृते समस्या अस्ति, ईमेल् एवम् अस्ति, हा, ओके, रेकार्डिङ्ग् होम्वर्क् तत्र तु किं दिनाङ्कः अपि लिखितम् अस्ति. तदनन्तरं हा, तदनन्तरं सर्वत्र अरे बाबा, अरविन्द महोदय, अरविन्द पड्यात्, ओके, तम् ईमेल् प्रेषयतु, वदतु अहम् आगस्ट् 2022 सेशन् मध्ये किं सेशन् 1 स्वीकर्तुम् इच्छामि, तत्र मम नाम योजयतु. ओके, अन्येषां कृते किमपि समस्या अस्ति ईमेल् विषये, अटेच्मेण्ट् विषये? भगिनी, वर्गस्य अनन्तरं पृच्छतु भगिनि. इदानीम् ईमेल् विषये अन्य किमपि प्रश्नः अस्ति वा? इदानीमेव अहं ज्ञातवती भगिनि. किं ज्ञातवती? कुत्र अस्ति इति ईमेल् मध्ये. ईमेल् मध्ये ईमेल् अत्र अस्ति न, तत्र किं किं कार्यं वयं कृतवन्तः तदपि अहं वदामि. हा, अटाच्ड् इस् द डाक्युमेण्ट्. एतत्तु गत अवसरे वयं कृतवन्तः. ओके, किं कृतवन्तः? एतत् वयं कृतवन्तः, वि डिड् टापिक् 0203, हा, तदस्ति अत्र, अत्र पश्यतु 02 अस्ति, हा, 02 तत्र 3, एतत् वयं कृतवन्तः, इति संज्ञाप्रकरणम्. ओके, तत्र क्लिक् करोमि चेत् उद्घाटितं भविष्यति, पश्यतु. एतदेव वयं पठितवन्तः? आं भगिनि, आं भगिनि. सो एतस्य किं रेफरेन्स् अहं ददामि. हा, तदनन्तरं किम् अस्ति, गृहकार्यम् अटाच्ड् इस् द डाक्युमेण्ट्, कारणम् अहम् अन्य किमपि न जानामि कथं करणीयम् इति. अत्र अधः अटाच् डाक्युमेण्ट् अस्ति, एतस्य डौन्लोड् करोति चेत् उद्घाटितं भविष्यति. ओके उत्तमं भगिनि, धन्यवादः भगिनि. समस्या अस्ति अन्येषां कृते? चन्द्रमती, उषा, मुत्तुलक्ष्मी, कुत्र गतवती सा? हा मुत्तुलक्ष्मी प्राप्तं न श्रूयते, का वदति? अवगतं महोदय. अवगतम्, ओके. चन्द्रमती, भागीरथी, उषा. आं भगिनि, भगिनि अवगतं, भगिनि स्पष्टं? स्पष्टम्, ओके ओके. अग्रे गच्छामः? ओके. कस्य वा कस्याः पर्यायः पश्यामि. इदानीम् ओके, अहम् अधः इदानीम् आरम्भं करोमि. विजया, विजया हेतिराजन्, ओके. क्रमेण कार्यं करोतु. दुक्रै इति अस्ति, ओके. एतस्य प्रोसेसिङ्ग् कथं करिष्यति? प्रथमं अस्ति वा न विजया लेफ्ट्? ओके, उषा भवती आगच्छतु. आं भगिनि, दुक्रै, ओके. प्रथमं प्रश्नं भवती किं प्रक्ष्यति? अहं वदामि भगिनि. वदतु. डुक्रुं हलन्त्यं चकारं सूत्रस्य सूत्राणाम् उपयोगं प्रथमं न कर्तव्यं. प्रथमं किम् ऐडेण्टिफै कर्तव्यं? प्रथमप्रश्नः धातु अस्ति वा प्रत्ययः? ओके, धातु एव. अत्र धातु अस्ति, ओके. भगिनी अत्र भग्नम् अभवत्, क्षम्यतां महोदय, इदानीं वदतु. न, इदानीम् उषा उत्तरं ददाति, तदनन्तरं भवत्याः पर्यायः. समीचीनं, समीचीनम्. उषा, दुक्रै धातु अस्ति. इदानीं धातु कृते सूत्राणि कानि? धातु कृते सूत्राणि कानि? ओके, स्मरणं करोतु. धातु कृते सूत्राणि बै आर्डर् वै हाव् टु टेल् भगिनि. न, कानि कानि सूत्राणि सर्वत्र ऐ केन् अप्लै देट्? ऐ हाव् टु से वाट् सूत्रं ऐ शुड् अप्लै देट्? ओके, हलन्त्यं फस्ट्, हलन्त्यं, हलन्त्यम्, अनन्तरम् आदिर्निटुडवः, आदिर्निटुडवः, दुक्रुञ्च, दुक्रुञ्च. ऐ वाण्ट् टु सी द धातु भगिनि, ऐ रिटर्न्. ओके, धातु, ओके, दुक्रै, ओके. क्रु अवसृष्टति, ओके. न न न न न, इदानीं स्टेप् बै स्टेप्, स्टेप् बै स्टेप् कथं भवति? तस्य लोपः अलन्त्यं, ओके, जकारम् इति संज्ञा भवति, आदिनिटुडवः, डु टु इति संज्ञा भवति. प्रथमकार्यं भवति किं? तस्य लोपः, तस्य लोपः सूत्रेण मम प्रश्नस्य उत्तरं प्रथमं ददातु. ओके, भवती किमपि आर्डर् मध्ये मा गच्छतु. ओके, स्पष्टतया वन् आफ्टर् दि अदर् स्टेप्. ओके, whether I can apply that sutram or not, I have to say like prathamam prashnakam vibhajanam upadeshe achanunasika. I cannot use that sutram here like that. I have to say bagini na prathama karyam kim kartavyam dhatu asti va pratyayah asti. Dhatu asti bagini, dhatu eva dhatu asti. ओके, तदनन्तरं डुक्र एतस्य विभजनं वयं कुर्मः चेत् डु ओ क्षम्यताम् विभजनं करोतु. विभजनं ध प्लस् ऊ प्लस् इक् प्लस् इक् ककारं प्लस् इञ्ज न. एकं तु मनसि स्थापयतु, इक् इङ् एवं न वक्तव्यं. हा, दकार उकार ककार ऋकार कार इति योजनीय. ओके भगिनि. हा, तदनन्तरं अप्लै द सूत्रं भगिनि. भवत्याः भवत्याः वर्णविभजनं समाप्तं वा न? समाप्तमेव. अहं दुक्र ञकारस्य किं कुत्र? ऐ टोल्ड् ओके ऐ टेल् वन् सेकेण्ड् ऐ टेल् भगिनि. उखार ककार ऐ हाव् टु से भगिनि, ककार ऋकार अण्ड् ञकार. ञकार. ओके महोदय, आर् यु नाट् एबल् टु सी द स्क्रीन् वाट् महोदय इस् टैपिङ्ग्? अहं तु कृतवती. हा, ठीक है. हा हा, अहं ऐ एम् एबल् टु सी महोदय. ऐ एम् आस्किङ्ग् हर् बिकास् सी इस् नाट् एबल् टु फालो वाट् युर् टैपिङ्ग्. ओ हो, शी इस् नाट् ऐ डोण्ट् सी द टैपिङ्ग्. ऐ सी द स्क्रीन् वाट् शी हेस् गिवन् Dukrun. I'm not able to see the screen over there, what you are writing. Chimartham na janami. Bhavati mobile madhye asti va laptop madhye? Mobile madhye asti bagini. Kinchit agre purche just kim kartavyam ha? Oh, Anil Subramani. Now I can able to see bagini. Now I am able to see. It is my mistake. एतस्य अनन्तरं परिशीलनं कर्तव्यं. किं किं परिशीलनं कर्तव्यम्? अस्माकं हस्ते सूत्राणि कानि सन्ति? हा, आदिर् निटुडवः, इर् इत् संज्ञा वाच्या, हलन्त्यम्, उपदेशे जनुनासिक इत्, न विभक्तौ तु स्मः. अत्र तु विभक्तिविषयं नास्ति, अतः न विभक्तौ तु स्मः अप्लै न भविष्यति. ओके, इदानीं परिशीलनं करोतु. हलन्त्यम् एतस्य उपयोगमस्ति. नकारम् इत्संज्ञा भवति. नकारस्य इत्संज्ञा भवति. हा, अनन्तरं हा इतोपि किं गच्छति? आदिनिटुडवः. आदिर्निटुडवः इत्यनेन इत्संज्ञा भवति. कस्य? डकारस्य इत्संज्ञा भवति. केवलं डकारस्य? डु वर्णसमूहस्य. वर्णसमूहस्य, वर्णसमूहस्य इत्युक्ते डु. हा, अरे एकनिमिषं. हा, किमर्थं डु एतस्यापि इत्संज्ञा भवति? अवशिष्टं किं भवति? ककार नृकार अतः एतस्य अनन्तरम् अवशिष्टं लोपः. तस्य लोपः तस्य लोपः इति कृत्वा इति कृत्वा लोपः भवति कृ अवशिष्यति कृ अवशिष्यति ओके परन्तु एतत् अहं संक्षेपेण लिखितवती लेखनसमये किं कर्तव्यं हा ञकारस्य हलन्त्यम् इत्यनेन इति संज्ञा तदनन्तरं डु इत्यस्य आदिर्निटुडवः इत्यनेन इति संज्ञा तदनन्तरं तस्य लोपः इत्यनेन द्वयोः लोपकार्यम् अवशिष्टरूपं कृ इति सिद्धम् ओके यस् भगिनि क्षम्यतां नौ ऐ अण्डर्स्टुड् द स्टेप्स् हौ ऐ शुड् प्रेसेण्ट् इट् थेङ्क् यु भगिनि अत्र अहं डकार उकार भिन्नं भिन्नं लिखितवती एतत् अस्माकं सारल्यं कर्तव्यं चेत् डु इति लिखामः चेत् किं भविष्यति साक्षात् आदिर्निटुडवः एतस्य उपयोगार्थं किं सरलं भवति ओके अवगतम् अवगतं परन्तु प्रतिवारं यत्किमपि कार्यं करोति तस्य स्पष्टीकरणं कर्तव्यं कुत्र अस्ति अत्र पश्यतु हा कस्य इत्संज्ञा अत्र कालम् अस्ति हा अतः डुपचेश् यत् अहम् अत्र उदाहरणरूपेण दर्शितवती तत्र डु एतस्य इत्संज्ञा अभवत् केन सूत्रेण आदिर्निटुडवः इति सूत्रेण डु इत्यस्य इत्संज्ञा तदनन्तरं शकारः हा शकारः अस्ति तस्य केन सूत्रेण इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण श इत्यस्य अथवा शकारस्य इत्संज्ञा तदनन्तरं किं कृतवती अ यदस्ति हा डुपचष् अत्र हा अत्र डु इति एकमस्ति हा तदनन्तरं प इति एकमस्ति हा चका च यदस्ति तत्र मम किम् अनुनास्त अच्वर्णः अस्ति यस्य कार्यम् उपदेशे अच् अनुनासिक इत्यनेन अहं तस्य इत्संज्ञा कर्तुं शक्नोमि अतः तद् अहं बहिः स्थापयामि ओके हा तदनन्तरं मम हस्ते शकारः अपि अस्ति हा ओके इदानीं शकारस्य हलन्त्यम् अकारस्य उपदेशे च अनुनासिक इत् भू यदस्ति तस्य आदिर्निटुडवः इत्यनेन अवशिष्टरूपम् अस्ति पच् ओके अतः पच् यत् अत्र अहं कस्य इत्संज्ञा लिखितवती तत् अशुद्धमस्ति तत् पच् इति अहम् अत्र स्थापयामि पच् इति रूपं सिद्ध्यति ओके उपयोगिरूपं भवति अस्माकं हस्ते ओके एवं कर्तुं शक्नोति यद्वयं हा एतस्य कृते वदतु भगिनी ऐ हाव् टु टेल् भवत्याः पर्यायः न ओके ओके भगिनि प्रथमं किं धातु एव भगिनि प्रथमं धातु एव विभजनं करोमि भगिनि विभजनं किं सौकर्यार्थं विभजनं हा यदा सर्वं जानाति हा इदानीं किं डु कृ अनन्तरं ञ किमर्थम् अहम् एवं विभजनं कृतवती मम सौकर्यार्थम् किमर्थं कारणं वदतु इदानीं इत्संज्ञकवर्णाः कस्य इत्संज्ञा भवति प्रथमम् आदिनितुडवः डु इत्संज्ञा भवति आदिर्निटुडवः इत्यनेन अनन्तरं ञकारं हलन्त्यम् इति सूत्रेण संज्ञा भवति संज्ञा भवति तस्य लोपः इति सूत्रेण लोपः भवति कृ अवशिष्यति कृ अवशिष्यति ओ गुड् ऐडिया कृ अवशिष्यते अवगतम् इदानीम् आं महोदय ओके आदिर्निपुडवः इति सूत्रेण अहं प्रतिवारम् अहम् एतत् लेखनं न करिष्यामि भवन्तः सर्वे कुर्वन्तु ओके ओके एतत् ओके आदिर्निटुडवः तदनन्तरं किं द्वितीयं सूत्रमस्ति हलन्त्यम् इति सूत्रेण हलन्त्यम् इति सूत्रेण ञकारस्य समापयतु तदनन्तरम् ओहो तदनन्तरं किमस्ति तस्य लोपः इति सूत्रेण लोपः लोपः कस्य टु अन्यः तस्य लोपः इत्यनेन डु ञ एतयोः लोपकार्यम् ओके तदनन्तरम् ओ तदनन्तरं कृ अवशिष्यति इति अवशिष्यते ओके इति रूपम् अवशिष्टं भवति इति रूपं सिद्ध्यति अथवा उपयोगिरूपं यत्किमपि स्थापयति लभ्यते भगिनि लभ्यते लभ्यते या अवशिष्यते लभ्यते तदनन्तरं तस्य प्रोसेसिङ्ग् भिन्नं भवति ओके एतत् सर्वं स्थापनीयम् ओके ओके भगिनि एतत्तु अस्माकं सौकर्यार्थं हा दु कृ ञकारः एतत् सर्वम् अस्माकं सौकर्यार्थं परन्तु इत्संज्ञा कस्य इत्संज्ञा अत्र अस्ति ओके ओके ओके ओके सर्वे अवगतवन्तः प्रश्नाः सन्ति वा कस्यापि धन्यवादः भगिनि स्वागतं विजया आं महोदय नमस्कारः नमस्कारः इदानीं निमिदाम् अस्ति एतत् समान क्रमेण यथा इदानीम् अभवत् तादृशमेव प्रथमं नि इति अस्ति ओके प्रथमं वदामि वदामि नि इति आदिर्न्युटुडवः इति सूत्रेण इत् भवति अनन्तरं मिदाम् इति अस्ति खलु अत्र अनुनासिकवर्णाः दीर्घ आकारः अनन्तरम् अत्र चन्द्रबिन्दुः अस्ति एतत् सर्वं हलन्त्यं तस्य लोपः इत्यनेन इत् भवति मिद् एव अत्र तिष्ठति तावदेव एकनिमिषं नी अनन्तरं कस्य इत्संज्ञा भगिनि उपदेशे आदिर्नुटुडवः इति सूत्रेण आदिर्नुटुडवः इति सूत्रेण इत् भवति अनन्तस्य इति सूत्रेण न भवति, उपदेशे अनुनासिक. आमाम्, उपदेश अनुनासिक इत्यनेन तत्र अनुनासिकवर्णाः किम् अस्ति अत्र दीर्घ आकारः अनन्तरं तत्र चन्द्रबिन्दुः अस्ति इत्यनेन इति भवति. अनन्तरं तस्य लोपः प्रथमं अपगच्छति अनन्तरम् इति भवति खलु महोदय. अनुसूया महोदय, मध्ये मध्ये किमर्थं भवति वदति भगिनी? हलन्त्यम् इति महोदयः पर्यायः अस्ति. ओके, भवती किमर्थं करेक्षन् करोति तत्र? प्रश्नं प्रष्टुम् इच्छति चेत् खलु अनन्तरं मध्ये न वक्तव्यम्. अस्तु महोदय, कारणं महोदय प्रथमं नि इति अस्ति खलु, एतत् आदिर् न्युटुडवः इति सूत्रेण नि इति भवति. ओके, तदनन्तरं मिदाम् इति अस्ति. इदानीं मिदाम् अत्र अन्ते दाम् इति एतत् दीर्घ आकारः अनन्तरं चन्द्रबिन्दुः अस्ति. एतत् उपदेश अज अनुनासिक इत्यनेन अनन्तरं तस्य लोपः इत्यनेन इति भवति. कस्य? केवलम् आम् एतस्य आम् इति अस्ति खलु महोदय. आम् आम् न, दीर्घ आकारः मिदाम् इति अस्ति. अत्र दीर्घ आकारः अनन्तरं चन्द्रबिन्दुः, एतत् उपदेशे अज अनुनासिक इत्यनेन इति भवति. तस्य लोपः इत्यनेन उपदेशे अज अनुनासिक अनन्तरं तस्य लोपः इत्यनेन इति भवति खलु महोदय. दाम् इति अनुनासिकवर्णः इति भवति अत्र. ओके, केषां भवति? केषाम् इति भवति? मे योगः, यद् योगः, आम् मिद् न अत्र उत्तरं ददाति. तत्तु सम्यक् अस्ति, परन्तु स्पष्टीकरणं किञ्चित् द्रष्टव्यं. दकारस्य दकार उत्तरवर्ति अकारः अनन्तरम् अनुनासिकवर्णः उपदेशे अज अनुनासिक तस्य लोपः इत्यनेन इति भवति. इदानीं मिद् एव तिष्ठति तावदेव. सत्यम्, इदानीं सत्यलोपः यद्भवती वदति तत् तेन किं वर्णं गच्छति? उपदेशे अज अनुनासिक इत्यनेन अनुनासिकवर्णः इति भवति अत्र. ओके, अनुनासिकवर्णः अत्र दीर्घ आकारः. ओके, अनन्तरं तस्य उपरि किमस्ति? चन्द्रबिन्दुः अपि अस्ति खलु, एतत् अपि अपगच्छति. एतदेव अनुनासिकवर्णाः अतः इति भवति अत्र. प्रश्नम् अस्ति, केवलम् अनुनासिकवर्णस्य इत्संज्ञा कृत्वा तस्य लोपः कर्तव्यं वा? तस्य लोपः किं वदति चेत् अत्र अनुनासिकवर्णः अस्ति, तस्य लोपः भवति एव खलु महोदय. सत्यम्, परन्तु भवती तु नि यदस्ति आदिर्निटुडवः तस्यापि इत्संज्ञकवर्णः इति उक्तवती, परन्तु तस्य लोपकार्यं न कर्तुमिच्छति वा? अत्र नि अस्ति उपदेशे, न नि आदिर्निटुडवः इत्यनेन तत्र लोपं भवति तावदेव. न, तस्य इत्संज्ञा भवति इति भवति. तदनन्तरं तस्य लोपः इत्यनेन लोपकार्यमपि भवति. अतः तस्य लोपः नि एतस्य कृते अपि अस्ति, आ अनुनासिक आकारकृते अपि अस्ति. ओके, अतः तस्य लोपः इत्यनेन नि आ द्वयोः लोपकार्यं भवति, अवशिष्यते निज् इति रूपम्. आम् महोदय. इदानीं कस्याः पर्यायः अथवा कस्य पर्यायः उषा सुब्रह्मण्यं वा? सुब्रह्मण्यं तत्र तु मम चिन्ता एव नास्ति. परिवर्तनं कुर्मः. किमस्ति मध्ये मध्ये पृच्छामि. ओके ओके, अं विषये वदतु महोदय. श्रूयते वा? श्रूयते श्रूयते. अं यदस्ति एतत् अहं लिखितवती किं सुप्रत्ययः अस्ति. ओके, इदानीम् अम् एतस्य प्रोसेसिङ्ग् करोतु. अत्र अत्र मम वर्णितकण्ठः अस्ति, अतः मन्दं वदामि. भवान् अहम् अन्यान् पृच्छामि. न न न वदामि वदामि मन्दं वदामि. प्रथमं प्रश्नं किम् अस्ति? न न न न क्रमेण वदामि. अत्र आदौ पृष्टव्यं तत् प्रत्ययः वा धातुः वा इति. तत्तु प्रत्ययः अस्ति, विभक्तिप्रत्ययः अस्ति आदौ. पदच्छेदं कुर्मः चेत् सुब्रह्मण्यम् एकनिमिषं तिष्ठतु. प्रथमं प्रश्नं तु अस्ति धातु अथवा प्रत्ययः. द्वितीयं प्रश्नं एकवारं धातु इति निर्णयम् अभवत् चेत् प्रोसेसिङ्ग् आरम्भम्. परन्तु प्रत्ययः इति निर्णयम् अभवत् चेत् तत्र भिन्नं प्रश्नम् अस्ति. किं किं? एकं तु अधिकप्रश्न प्रत्ययः अस्ति, विभक्तिप्रत्ययः अस्ति वा अन्यप्रत्ययः इति प्रत्ययत्रयं वयं परिशीलनं कुर्मः. ओके, विभक्ति अथवा तद्धित अथवा अन्य. किमर्थं वदतु? तदेव अहम् उक्तवान्, तत्तु विभक्तिप्रत्ययः अस्ति इति. किमर्थं चेत् विभक्तिप्रत्यये ये सूत्राणि प्रयोगं भवन्ति तत् भिन्नः अस्ति. तदेव आदौ पदच्छेदः अकार मकारः पदच्छेदः, तदनन्तरम् अत्र हलन्त्यम् इति प्रथमं सूत्रमस्ति. हलन्त्यम् इति सूत्रेण अत्र अवकाशः अस्ति, किन्तु न विभक्तौ तु स्माः. अत्र मकारः अस्ति, विभक्तिप्रत्ययः अस्ति, न विभक्तौ तु स्माः इत्यनेन मकारस्य इत्संज्ञा न भवति. न भवति किमपि कोऽपि इत् न भवति, कोऽपि लोपः अपि न भवति. अम् एव अवशिष्यति. अम् एव अवशिष्यते. अतः अस्माकं हस्ते अम् एव तिष्ठति. ओके, इति रूपम् अवशिष्यते. ओके, प्रत्ययविषये कथं करणीयं? प्रत्ययः किं प्रत्ययः अस्ति? विभक्तिप्रत्ययः अस्ति वा तद्धितप्रत्ययः अस्ति? विभक्तिप्रत्ययः अस्ति चेत् मनसि स्थापनीयं न विभक्तौ स्मः विषये किम् अवकाशः अस्ति, परन्तु बाधकसूत्रम् अस्ति. तदनन्तरं तद्धितप्रत्ययः अस्ति चेत् लशत्वतद्धिते एतस्य सूत्रस्य किञ्चित् अधिकं चिन्तनं कर्तव्यम्. ओके, कारणं लकार शकार कवर्गीयवर्णानां कृते यदा तद्धितप्रत्ययः अस्ति बाधकसूत्रः भविष्यति. ओके, सर्वे ज्ञातवन्तः? ओके, इदानीं कस्य पर्यायः? सुब्रह्मण्यम् अनन्तरं सीतालक्ष्मी औट्. hmm. एतदपि सुप्रत्ययः अस्ति वदतु औट् औट् तकारस्य हलन्तं भवति हलन्त्य इति सूत्रेण तकारस्य युत्पन्नः भवति हल अवशिष्टरूपम् औ एव तिष्ठति. किं विस्मृतवती? तकारस्य इत्संज्ञा अनन्तरं किं कार्यं कर्तव्यम्? हलन्त्यं तकारस्य हलन्त्यम् इति सूत्रेण तकारस्य लोपः भवति एव. हलन्त्यम् इति सूत्रेण लोपः न भवति. हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति. अस्य लोपः इति सूत्रेण लषक्व तद्धिते लषकत्व तद्धिते उपयोग. अत्र लकारः अस्ति वा? वर्णः अस्ति वा? अतः किमर्थं लषक्व तद्धिते अत्र आगच्छति? न महोदय, तकारः हलन्त्यमस्ति चेत् हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति तकारस्य औ एव अवशिष्यन्ति. ओके, किं सूत्रं भवती विस्मृतवती? पञ्चम् इत्यनेन इत्संज्ञा तु अभवत्. तदनन्तरम् इत्संज्ञा कार्यं कृत्वा इतोपि एकं सूत्रम् उपयोगं कर्तव्यं न? तस्य लोपः इति. तस्य लोपः सूत्रेण तस्य लोपः इति तस्य लोपः इति सूत्रेण तकार लोपः भवति. तकारः लोपः भवति. अनन्तरं औ एव अवशिष्यते. भगिनि एकं प्रश्नं भगिनि, औट् प्रत्ययः अस्ति खलु, प्रत्याहारः अस्ति खलु, प्रत्ययः विभक्ति नास्ति, विभक्तिप्रत्ययः नास्ति, परन्तु प्रत्ययः अस्ति खलु, सुप्रत्ययः अस्ति. सुप्रत्ययः अस्ति. सुप्रत्ययः तिङ् प्रत्ययः द्वयमपि विभक्तिप्रत्ययः इति निर्मितम् अस्ति पाणिनिना. अग्रे प्रश्नं किं भवत्याः? औट् यदस्ति एतत् धातुः अस्ति वा प्रत्ययः अस्ति वा? ओके, प्रत्ययः तत्र ओके. सीतालक्ष्मी पृष्टवती, तत्तु अनुसूया स्मारितवती. प्रथमं प्रश्नं धातु वा प्रत्ययः? ओके, अत्र प्रत्ययः. तदनन्तरं द्वितीयं प्रश्नं, किं प्रत्ययः? विभक्तिप्रत्ययः. तदनन्तरं प्रोसेसिङ्ग् आरम्भं कर्तव्यम्. ओके, सीतालक्ष्मी अवगतम्? अवगतं महोदय. अतः प्रथमं प्रश्नं धातु वा प्रत्ययः? इदानीं सम्यक्तया करोतु सीतालक्ष्मी, पुनः करोतु क्रमेण. प्रत्ययः औट् प्रत्ययः अस्ति. औट् प्रत्ययः अस्ति. औट् प्रत्ययः अस्ति. किं प्रत्ययः? कः प्रत्ययः? प्रत्ययः केटिगरी प्रत्ययः किं? विभक्तिप्रत्ययः तद्धितप्रत्ययः वा अन्य विभक्तिप्रत्ययः अतः प्रत्ययः विभक्तिप्रत्ययः तदनन्तरं आरम्भम् तदनन्तरं अन्त्ये तकारः अस्ति हलन्ते इति सूत्रेण ता इति युत्संज्ञा भवति तकारस्य ता न ता इत्युक्ते तकार अकार तकारस्य युत्संज्ञा भवति तस्य लोपः इति सूत्रेण औ एव तिष्ठति तस्य लोपः इत्यनेन तकारस्य लोपकार्यम् तस्य लोपः इति सूत्रेण औ एव सम्पूर्णं करोतु वाक्यं सम्पूर्णं करोतु तकारस्य लोपः भवति अवशिष्टरूपम् औ एव तिष्ठति औ एव तिष्ठति ओके ओके ओके अरे नूतन कोऽपि आगतः पी राजु रूपल् हा महोदय भवतः पर्यायः अनन्तरम् अहं आह्वयामि हा इदानीं क्रमेण अहं गच्छामि रूपल् ओके भवती किं करिष्यति ओके क्रमेण गच्छामः वा हा षट् एतस्य कर्तुं शक्नोति षस् आम् अत्र षस् इति प्रत्ययः किं प्रत्ययः कः प्रत्ययः प्रत्ययः पुल्लिङ्गं न अतः कः प्रत्ययः विभक्तिप्रत्ययः विभक्तिप्रत्ययः ओके इदानीं समस्या अस्ति वा न अनन्तरं विभजनं कुर्मः चेत् श अ स तर्हि शकारस्य इति संज्ञा भविष्यति ओके एकनिमिषं हा श अ श अनन्तरं सकार ओके सकार ओके अस्माकं हस्ते वर्णत्रयमस्ति ओके आम् सकारस्य किं भविष्यति इति संज्ञा इति संज्ञा भविष्यति केन सूत्रेण लशक्वतद्धिते लशक्वतद्धिते इति सूत्रेण इति संज्ञा भविष्यति अनन्तरं तस्य लोपः इति सूत्रेण शकारस्य लोपः भविष्यति इदानीं स यदस्ति कथं कार्यं करिष्यति आं स अस्ति तस्य हलन्तम् इति सूत्रेण वयं कर्तुं शक्नुमः अवकाशः अस्ति परन्तु न कुर्मः कारणं तत्र न विभक्तौ तु स्मः इति सूत्रेण वयं सकारस्य इति संज्ञा न भविष्यति न कर्तुं शक्नुमः न कर्तुं शक्नुमः आमाम् अवकाशः अस्ति परन्तु बाधकसूत्रः न विभक्तौ तु स्मः इत्यनेन वयं न कर्तुं शक्नुमः एवमेव स्थास्यति अतः अस् इति अवशिष्टं रूपं वयं प्राप्नुमः ओके ओके सर्वे अवगतवन्तः इदानीं प्रतिभा अस्ति वा नमस्ते भगिनि सुप्रभातं ता एतस्य करोतु प्रत्ययः अस्ति सुप्रत्ययः अतः प्रथमं तु आदिर्निटुडवः इति सूत्रेण आदिर्नि अल चुटु चुटु इति सूत्रेण निटुडवः सम्पूर्ण नि सम्पूर्ण टु अत्र टु अस्ति वा तदानीमेव चुटु इति उक्तवती आदिर्निटुडवः न इति चुटु अतः एव अहं सर्वदा वदामि वर्णविभजनं कुर्वन्तु हा तदा तकार आकारः अस्ति अतः ओके आं भगिनि चुटु इति सूत्रेण हल क्षम्यताम् इत्संज्ञा भवति तदनन्तरं तस्य लोप इति सूत्रेण लोपः भवति तकारः आ एव तिष्ठति आ एव तिष्ठति चुटु इति सूत्रेण कस्य लो इत्संज्ञा भवति तकारस्य लोपः भवति भगिनि लोपः न ओहोहो इत्संज्ञा भवति चुटु इत्यनेन तकारस्य इत्संज्ञा भवति तदनन्तरं तस्य लोप इत्यनेन लोपः भवति तकारस्य लोपः भवति आ एव भवति ओके क्रमेण वक्तव्यम् आं भगिनि आं भगिनि नो ऐ टुक् इट् बै सर्प्रैस् यु काल्ड् औट् मै नेम् रैट् अयो अस्तु भगिनि धन्यवादः पूर्णिमा भ्याम् एतस्य भ्याम् बहु सुलभमस्ति एतत्तु विभक्तिप्रत्ययः अस्ति भ्यां तु विभक्तिप्रत्ययः अस्ति हलन्त्यम् इति सूत्रेण मकारस्य इत्संज्ञा भवितुं शक्यते परन्तु न विभक्तौ तु स्माः इति सूत्रेण मकारस्य इत्संज्ञा न भवति तथैव तिष्ठति भ्यां तथैव तिष्ठति अन्य किञ्चिदपि न भवति तत्र किमपि न कार्यं कर्तव्यं तत्र केवलं भ्याम् अवशिष्टरूपं भवति ओके धन्यवादः धन्यवादः पि राजु महोदय महोदय प्रथमवारम् आगतवान् वा आगतवान् परन्तु ध्वनि श्रुतवान् ओहो ध्वनिमुद्रणं श्रुतवान् ओके इदानीं भवान् ज्ञे विषये वक्तुं शक्नोति शक्नोमि ज्ञे इत्यस्य ज्ञकारः एकारः अस्ति लसक्वदधिते इति सूत्रेण काकावर्गीयपञ्चमवर्णः ञकारः ईसंज्ञा भवति तस्य लोपः इति सूत्रेण ञकारः लोपः भवति अवशिष्टरूपम् एकारः एव बहु सम्यक् बहु सम्यक् ओके नकार एकार अत्र नकारस्य लसक्वदधिते इति सूत्रेण ञकारस्य लोपः भवति ञकारः कवर्गीयपञ्चमवर्णः अत्र कु वर्गः अस्ति कु इत्यत्र कवर्ग ञ अस्ति अत्र ञकारः इत्संज्ञा भवति ओके नकार लशक्वदधिते इत्यनेन नकारस्य इत्संज्ञा भूत्वा तस्य लोपः इत्यनेन लोपः अपि भवति ए इति अवशिष्टरूपं भवति भ्यां भ्यां तु वयं कृतवन्तः अतः अग्रे गच्छामि नसि नसि कस्य मुत्तुलक्ष्मी कर्तुमिच्छति आं महोदय ओके नसि मन्दमन्दं वदामि मन्दमन्दं वदतु चलति विभक्तिप्रत्ययः अस्ति तत्र उपदेशे अजनुनासिक इति सूत्रेण ह्रस्व ईकारः ईकारस्य स्थाने अनुनासिक इकारस्य अनुनासिक इकारस्य इत्संज्ञा भवति भवति ओके अनन्तरम् अनन्तरम् अत्र पश्यतु नकार अकार सकार इ अनुनासिक इकार इति वर्ण चत्वारः वर्णाः सन्ति ओके अत्र नकारस्य किं भविष्यति एकं पूर्वमपि वयं कृतवन्तः न राजुमहोदय कृतवान् न मे विषये पद्धति इत्यनेन इत्यनेन नकारस्य इत्संज्ञा भवति तदनन्तरं तस्य लोपः इत्यनेन सूत्रेण इकार नकारस्य इत्संज्ञा लोपः भवति अत्र एव शिष्यति एव अवशिष्यते ओके अवगतम् अवगतं धन्यवादः चन्द्रमती नसि भगिनि भगिनि नशक् तद्विदिते इति तद्धितप्रत्यय एव अनुसरति खलु अत्र तद्धितप्रत्ययः नास्ति खलु विभक्तिप्रत्ययः अस्ति न न एकनिमिषम् पुनः प्रश्नं पृच्छतु इति लशक् सुरिते इति सूत्रेण इत्संज्ञा भवति इति उक्ता खलु परन्तु विभक्तिप्रत्ययः अस्ति तद्धितः नास्ति न न लशक् तद्धिते किं वदति लकारशकारकवर्गीयवर्णः यदा तद्धितप्रत्यये अस्ति चेत् लोपका न भविष्यति सम्यक्तया पठनं हा कर्तव्यम् एकनिमिषं हा अस्माकं कुत्र अस्ति हा अत्र पश्यतु प्रत्ययस्य आदौ लकारशकारकवर्गीयवर्णः अस्ति चेत् तस्य इत्संज्ञा भवति किन्तु तद्धितप्रत्यये न ओके एतत् सम्यक् पठनीयं हा ओके अतः उपदेशे प्रत्ययस्य आदि लशकु इति इत्संज्ञा भवति अतद्धिते अतद्धिते इत्युक्ते तद्धितप्रत्ययः न भवितव्यम् ओके अतः एव अहम् उक्तवती प्रत्ययः अस्ति चेत् विभक्तिप्रत्ययः अस्ति वा तद्धितप्रत्ययः अस्ति वा अन्यप्रत्ययः विभक्तिप्रत्ययकृते न विभक्तौ तु स्मः तद्धितप्रत्ययकृते दशक्व तद्धिते बाधकसूत्राणि सन्ति ओके सर्वे अवगतवन्तः ओके चन्द्रमती इदानीं कुत्र गच्छामः मस् इति यदस्ति हा सुप्रत्ययानां समापनं कुर्मः अद्य एतस्य प्रोसेसिङ्ग् करोतु तत्र उपदेशावस्थायाम् आदौ नकारः अस्ति लशकु तद्दिदे इति सूत्रेण नकारस्य इत्संज्ञा भवति प्रत्ययः अस्ति प्रत्ययः अनन्तरं सकारस्य इत्संज्ञा हलन्द्यम् इति सूत्रेण भवितुम् अर्हति किन्तु प्रत्ययः अस्ति सः न विभक्तो स्मः इति बाधकसूत्रम् अस्ति अतः सकारस्य इत्संज्ञा न भवति अधः अस् इति हलन्द्यमिति सूत्रेण तस्य लोपः इति सूत्रेण नकारस्य लोपः अपि भवति अस् इति अवशिष्यते. ओके, अस्य लोपः कदा वक्तव्यं? नकारस्य संज्ञा अनन्तरं तदनन्तरं तस्य लोपः इत्यनेन तस्य लोपकार्यमपि भवति. अनन्तरं सकारस्य विषये हलन्त्यम् इत्यनेन तस्य अवकाशः अस्ति इत्संज्ञा भवितुं, परन्तु न विभक्तौ तु स्मः वदति तस्य इत्संज्ञा न भवितुम् अर्हति. अतः अवशिष्टरूपम् अस्. ओके, इदानीं भागीरथी. आं भगिनि. ओस् ओस् ओस् अत्र ओस् विभक्तिप्रत्ययः प्रथमं विभक्तिप्रत्ययः विभज्यं कथं करणीयम् इति ओ ओ सकारः ओकारः सकारः ओकारः सकारः आं भगिनि. सकारः प्रथमं अच्वर्णः अस्ति वा हल्वर्णः अस्ति? हल्वर्णः अस्ति अन्ते हलन्त्यम् अन्ते हलन्त्यम् इति सूत्रम् हलन्त्यम् इति सूत्रेण अनेन इत्यनेन सकारस्य इत्संज्ञा भवति तस्य लोपः इत्यनेन सकारस्य लोपः भवति. परन्तु ओस् यत् कः प्रत्ययः अस्ति? विभक्तिप्रत्ययः अस्ति, तद्धितप्रत्ययः अस्ति वा अन्यप्रत्ययः अस्ति? विभक्तिप्रत्ययः अस्ति भगिनि. अतः विभक्तिप्रत्ययः अस्ति चेत् हलन्त्यम् एतस्य किञ्चित् अधिकं द्रष्टव्यम्. किमर्थम्? बाधकसूत्रं किम् अस्ति विभक्तिप्रत्ययस्य कृते? विभक्तौ तु स्मः न विभक्तौ तु स्मः न विभक्तौ तु स्मः किं वदति? एतत् बाधकसूत्रम् अस्ति अतः न इत्संज्ञा भवति. कस्य न इत्संज्ञा भवति? ओकारस्य. ओकारस्य केन सूत्रेण इत्संज्ञा भवितुम् अर्हति? न भगिनि, ओकारस्य इत्संज्ञा किमर्थं भवति? न भवति. न भवति. ओके, फैन्. इदानीं हा सूत्राणि कानि? हा भवत्याः मनसि कानि सूत्राणि सन्ति? अत्र पश्यतु, आदिर्निटुडवः एतस्य सूत्रस्य अवकाशः अस्ति वा? न भगिना. ओके, हलन्त्यम् एतस्य सूत्रस्य अवकाशः अस्ति वा? अस्ति भगिनि, हलन्त्यम् अन्ते अस्ति. सकारः. ओके, परन्तु अस्माकं प्रत्ययः यः अस्ति एतत् कः प्रत्ययः एषः? एषः विभक्तिप्रत्ययः अस्ति. विभक्तिप्रत्ययः. यदा विभक्तिप्रत्ययः अस्ति तदा बाधकसूत्रं किम्? बाधकसूत्रं न विभक्तौ तु स्मः. न विभक्तौ तु स्मः एतस्य सूत्रस्य आधारेण वर्णानाम् आवली किम् अस्ति अत्र? हा, ओके, फैन्. के के वर्णाः इत्संज्ञकवर्णाः न भवितुम् अर्हन्ति न विभक्तौ तु स्मः एतस्य सूत्रस्य आधारेण कानि कानि वदतु सकारः मकारः पुनः वदतु तवर्गीयवर्णाः सकारः मकारः च इत्संज्ञा न भवितुम् अर्हति हा न भवितुम् अर्हन्ति अत्र वर्णः किम् अत्र ओकारः अस्ति भगिनि भवती कस्य वर्णस्य प्रोसेसिङ्ग् करोति ओकारस्य वा सकारस्य सकारस्य सकारस्य क्षम्यतां सकारस्य करोति न हलन्त्यम् इत्यनेन सकारस्य इत्संज्ञा भवितुं न अर्हति परन्तु न न न अर्हति अर्हति अवकाशः अस्ति परन्तु बाधकसूत्रम् अस्ति बाधकसूत्रेण न संज्ञा न भवति न भवति ओके भवति तदनन्तरम् ओकारस्य किम् अस्ति ओकारस्य कृते तु सूत्रं किमपि अस्ति वा आदिभूतः हलन्त्यम् उपदेशे च अनुनासिक किमपि अस्ति वा न भगिनि प्रत्ययः चुटु लशक् तद्धिते कुत्रापि ओकारस्य विषये किमपि न दत्तम् अस्ति अतः ओकारः एवमेव तिष्ठति ओके ओके इदानीम् अवशिष्टं किं रूपम् अवशिष्टं रूपम् ओस् एव भगिनि ओस् एव इत्युक्ते तत्र किमपि न ओके भगिनि इदानीम् आम् विषये अपि वदतु आम् आम् अपि विभक्तिप्रत्ययः हलन्त्यम् अन्तं मकारः परन्तु आ इति न विभक्तौ सुस्माः इति सूत्रेण अनेन इत्यनेन मकारस्य मकारस्य इत्संज्ञा न भवति ओके बाधकसूत्रेण अतः आम् इति तिष्ठति ओके इदानीम् अवगतम् अवगतं भगिनि अवगतम् अहं गृहे न कृतवती भगिनि अहं पठितवती एव न ऐ कुड् नाट् सी द that word document what you have sent idanim drashtum shaknoti katham drashtavyam idanim drashtum samyak drashtavati bhagini idanim drashtavati bhagini okay idanim kasyah paryayah bhagirati samapta anusuya asti आं भगिनि हा नी करोतु नी प्रत्ययः अस्ति किं प्रत्ययः कः प्रत्ययः विभक्तिप्रत्ययः अस्ति इति अहं मन्ये लशक्तद्विते इति सूत्रेण आदिस्थितौ ञकारस्य इत्संज्ञा भवति तस्य लोपः इति सूत्रेण तस्य लोपः भवति अतः इ एव अवशिष्यते अवशिष्यते बहु सम्यक् ओके धन्यवादः महोदय अनिल् अनिल् अस्ति वा ओ अनिल् कमान् आं महोदय ओके ओस् तु कृतं पूर्वमेव इदानीं सुप् विषये वदतु सुप् इति प्रत्ययः अस्ति इति विभक्तिप्रत्ययः अस्ति एण्ड् प्रथमकार्यम् अत्र उपदेशे रूपे अस्ति एण्ड् देन् विभक्तिप्रत्ययः अस्ति अनन्तरं विभाजनं सकार उकार पकार अस्ति अनन्तरं पकारः हलन्त्यम् इति सूत्रेण इति संज्ञा भवति. तत्र बाधकसूत्रं किमपि अस्ति वा? बाधकसूत्र अस्ति न विभक्तौ तूष्मा, परन्तु तूष्मा तू स मा तूष्मा मध्ये पकारः नास्ति. न विभक्तौ तूष्माः इति सूत्रे पकारः नास्ति. पकारः मकारः तवर्गीयवर्णाः, पवर्गीयवर्णाः न. ओके, अतः पकार हलन्त्यमेव इत्यनेन तस्य लोप सकार उकार तिष्ठति. सु इति अवशिष्टरूपं भवति. ओके, ओके. इदानीं विकरणप्रत्ययविषये कुर्मः वा? अरे इदानीं कस्याः पर्यायः? विजया अस्ति वा? विजया अस्ति? आं महोदय अस्मि. ओके, शप् विषये विषये वदतु इदानीम्. आम्, अत्र शप् पकारः अलन्त्यं तस्य लोपः इत्यनेन इति भवति. शकारस्य स्थाने लशकदतिते इत्यनेन शकारस्य लोपः भूत्वा शकार उत्तरवर्ति अकारः एव अत्र तिष्ठति. सो अकार एव तिष्ठति, तावदेव. खलु महोदय? विजय महोदय, भवती बहु कन्फ्यूस्ड् मेनर् वदति. प्रथमं लोपकार्यं, तदनन्तरम् इत्संज्ञाकार्यं. न, प्रथमम् इत्संज्ञाकार्यं, तदनन्तरं लोपकार्यम्. ओके, आम् आम् महोदय, आं महोदय. अतः प्रथमम् इत् अनन्तरं लोपः, लोपः. ओके, भवत्याः. अस्तु महोदय, समीचीनं, बहु धन्यवादः. ओके, अतः किञ्चित् क्रमेण गन्तव्यम्. अहं वदामि, शनैः वदामि. प्रथमं पकारः अस्ति, तत्र हलन्त्यं इत्यनेन इत् भवति, तस्य लोपः इत्यनेन लोपः भवति. अनन्तरं शकारः अस्ति, अत्र शकारः लशक्वतत्तिते इत्यनेन शकारस्य इत् भवति. शकार उत्तरवर्ति अकारः एव तिष्ठति. इदानीं शप् आम् महोदय, शकारः इत् भवति एकवारम् इत् भूत्वा, हा इत् भवति चेत् लोपः एतस्यापि उपयोगं कर्तव्यं न? शकारः लशगोतत्तिते इत्यनेन शकारस्य इत् भवति. इत् इत्युक्ते अत्र लोपः भवति, अतः तदपि वक्तव्यं न? तस्य लोपः इत्यनेन शकारस्य लोपः भवति. ओके, आम् महोदय, आम् महोदय, समीचीनं, धन्यवादः. अनन्तरं शकार उत्तरवर्ति अकारः एव तिष्ठति. कर्तरि शप् इत्यनेन तत्र अकारः एव तिष्ठति विकर्णप्रत्ययं. कर्तरि शप् वयं न कृतवन्तः, अस्माकं अवशिष्यते, पर्याप्तम्. ओके, अस्तु महोदय, अत्र अकारः एव अवशिष्यते. तदनन्तरं विकर्णप्रत्ययं वयं पठिष्यामः. धन्यवादः महोदय, अस्तु महोदय, अकारः एव शिष्यते, अवशिष्यते. धन्यवादः महोदय. उषा, शन् एतत् सर्वमस्ति विकरणप्रत्ययाः, यद्वयम् एकदम् प्रथमस्तरे वयं पठितवन्तः. कुत्र पठितवन्तः दर्शयिष्यामि. हा, कुत्र अस्ति एतत्? हा, धातुगणपरिचयः अत्र वयं पठितवन्तः. ओके, धातुगणाभ्यासः, तत्र वयम् एतस्य किञ्चित् प्रोसेसिङ्ग् अवगतवन्तः. इदानीं किञ्चित् अधिकम् अवगच्छामः. ओके, ओके उषा उषा न आम् आम् अस्ति महोदय वदतु आम् उषा निमिषये हा षण्विषये वदप्रत्यय विकर्णप्रत्यय ष दशक्वर्तते इति सूत्रेण संज्ञा भवति नकारं हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति तस्य लोपः इति सूत्रेण नकार शकार अनयोः लोपः भवति यकारम् अवशिष्यते यकारः अवशिष्यते यकारः न या द्वयमपि या ओके आम् आम् भगिनि अवगतम् अत्र वर्णविभजनं कुर्मः चेत् शकारः यकारः ओके अत्र किं किं गतं शकारः लशक् वर्तते इति सूत्रेण इत्संज्ञा भवति तस्य लोपः इति सूत्रेण लोपः भवति नकारं हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति तस्य लोपः इति सूत्रेण नकारम् अपगच्छति लोपः भवति यकारम् अवशिष्यति या प्लस् यकारं न पश्यतु केवलं यकारः अवशिष्यते वा या प्लस् अकारम् अकारम् एव अवशिष्यते अवशिष्यते यकारः वदति चेत् केवलं य ओके ओके ओके ऐ शुड् नाट् से यकार वर्णसमूहः समूहः समूहः ओके आं भगिनि अवगतम् अवगतं सुब्रह्मण्यं श्नु वदतु श्नु आदौ विकरणप्रत्ययः अस्ति तस्य पदच्छेदः षकार नकार उकारः अस्ति एकनिमिषः षकार नकार उकार अत्र आदौ दशक्व तद्धिते इत्यनेन षकारस्य लोपः भवति षकारः आदौ अस्ति अतः दशक्व तद्धिते तस्य लोपः भवति षकारस्य लोपः भवति नकार उकार समूह नु एव अवशिष्यते नु अवशिष्यते न नु अवशिष्टरूपम् अस्माकं हस्ते अग्रे प्रोसेसिङ्ग् कृते भवति ओके सम्यक् सीतालक्ष्मी श सीतालक्ष्मी अस्ति आम् महोदय ओके शकारः एव विकरणप्रत्ययः शकार नास्ति श अस्ति श विकरणप्रत्ययः अस्ति लश्वत् तद्धिते महोदय शकार एव तिष्ठति ओके अत्र पश्यतु ष यदस्ति एतस्य विभजनं करोतु श षकार षकार अकार एवं वक्तव्यम् षकार अकार एवं वक्तव्यं ष अ वदति चेत् अशुद्धम् ओके कारणं श वदति चेत् षकार अकारयोः मेलनेन एव श इति किं शृणोमि यस्मिन् समये वयं शृणुमः श वदामः चेत् षकार अकारयोः मेलनेन एव श शब्दं बहिः आगच्छति ओके इदानीं षकारः अस्ति अकारः अस्ति ओके वदतु सकारस्य किं भविष्यति सुब्रह्मण्यं महोदय श्नुविषये उक्तवान् न किम् उक्तवान् लषक् लषक्पद्धते चकारः लोपः भवति नकार उकार योजनेन नुकारः नुकारः न महोदय नु इति नु अवशिष्य शकारस्य लोपः कथम् अभवत् लषक्वतद्धिते इति सूत्रेण लषक्वतद्धिते इति सूत्रेण किं भविष्यति लोपः भवति लोपः न भवति लषक्वतद्धिते लोपकार्यं न करोति लषक्वतद्धिते केवलम् इत्संज्ञा न भवति पुनः वदतु शकार लषक्वतद्धिते शकारलोपः न भवति महोदय सुब्रह्मण्यं भवान् पुनः श्नुविषये वदतु श्नु विकरणप्रत्ययः अस्ति अतः पदच्छेदः शकार नकार उकारः अस्ति आदौ लषक्वतद्धिते इत्यनेन शकारस्य इत्संज्ञा भवति तस्य लोपः इत्यनेन शकारस्य लोपः भवति नकार उकार एव अवशिष्यति समूहः नु ओके सीतालक्ष्मी अवगतवती कथम् उक्तव्यम् आं महोदय लषकपद्धिते इति सूत्रेण शकारः इत्संज्ञा भवति अत्र श आ न चकारः इत्संज्ञा भवति चेत् अकारः एव शृणोतु एकवारं लषक्वतद्धिते इत्यनेन शकारस्य इत्संज्ञा भवती उक्तवती तदनन्तरं किं कथमस्ति तस्य लोपः भवति शकारस्य लोपः भवति अनन्तरं तस्य लोपः भवति अकार एव अवशिष्यते तदनन्तरम् अकारः अवशिष्यते ओके अग्रिममपि भवती एव करोतु श्नम् महोदय एकः संशयः यत्र यत्र इत् भवति अनन्तरं तस्य लोपः इत्यनेन लोपः भवति सर्वत्र वक्तव्यं खलु सर्वत्र वक्तव्यम् अथवा एषा इत्संज्ञा कर्तव्यं सर्वम् इत्संज्ञा कृत्वा अन्तिमवाक्यम् एतेषां तस्य लोपः इत्यनेन लोपः भवति इति अपि वक्तुं शक्नुमः ओके अस्तु महोदय बहु धन्यवादः महोदय अत्र पश्यतु हा शप् इति अस्ति न हा अत्र पश्यतु शकारस्य लषक्वतद्धिते इत्यनेन इत्संज्ञा पकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा तदनन्तरं वाक्यमस्ति तस्य लोपः इत्यनेन शकारपकारयोः लोपः इति अपि वयं वक्तुं शक्नुमः ओके अन्यथा प्रतिवारम् इत्संज्ञा तस्य लोपः इत्संज्ञा तस्य लोपः इति अपि वक्तुं शक्नुमः ओके सीतालक्ष्मी इदानीं शक्य वदतु नम विकरणप्रत्ययः शकार अकार अकारः अस्ति वा तत्र नकार अकार मकार अकार मकार अकार मकार ओके मकार इदानीं केषां इत्संज्ञा कर्तव्यं वदतु अन्त्ये मकारः अस्ति हलन्त्यम् इति सूत्रेण मकारः तस्य लोपः भवति न मकारलन्त्यम् इति सूत्रेण मकारस्य किं भवति? तस्य लोपः भवति. तस्य लोपः तस्य लोपः अनन्तरं हलन्त्यम् इत्यनेन किं भवति मकारस्य लोपः? मकारस्य लोपः लोपः भवति. प्रथमम् इत्संज्ञा कर्तव्यं, तदनन्तरमेव कार्यं कर्तुं शक्नुमः. अवकाशः तथा एव प्राप्तुं शक्नुमः. ओके, अनन्तरं शकार अनन्तरं शकारस्य लशकत्वदि तद्धिते इति सूत्रेण शकारः इत्संज्ञा भवति. तस्य लोपः इति सूत्रेण लोपः भवति शकारः. न आ न विभक्तौ स्मः, एतस्य अवकाशः अस्ति वा न? तदधन अस्ति महोदय. न विभक्तौ तु स्मः इति एकं सूत्रमस्ति, यत्र मकारः अस्ति चेत् अस्ति तस्य बाधकं, तस्य लोपकार्यं न कर्तुं शक्नुमः. कदा विभक्तिप्रत्ययसूत्रेण नम विभक्तिप्रत्ययः अस्ति वा? यदस्ति विभक्तिप्रत्ययः अस्ति वा? विभक्तिप्रत्ययः न महोदय, विकरणप्रत्ययः. हा, विकरणप्रत्ययः अस्ति. विकरणप्रत्ययः अस्ति, विभक्तिप्रत्ययः अतः शक्नोमि. शक्नोमि, ओके. मकारः हलन्त्यम् इत्यनेन इत्संज्ञा, शकारः दशकतद्धिते इत्यनेन इत्संज्ञा, तदनन्तरं तस्य लोपः इत्यनेन मकारशकारयोः लोपः. अवशिष्टरूपं किम्? न अवशिष्टरूपं न इति अवशिष्टरूपम्. ओके, अवगतम्? ओके, प्रश्नाः सन्ति वा? न महोदय. ओके ओके, समापयामः. समयः जातः. इतोपि एकं तु अस्ति विकरणप्रत्ययविषये, कोऽपि कर्तुम् इच्छति चेत् समाप्तं कर्तुं शक्नुमः, अन्यथा अहं करोमि भगिनि. मुत्तुलक्ष्मी करोमि वा? अहमपि करोमि भगिनि. मापर्याः अपि द्वितीय नागतः लक्ष्मी करोति. हा, मुत्तुलक्ष्मी भवती करोतु. आं महोदय. न विषये करोतु. न विकरणप्रत्ययः विभजनं करोमि. शकार नकार आकारः. शकार नकार आकारः. ओके, लशक्वदतिते इति सूत्रेण इत्संख्या भवति शकारस्य. शकारस्य लशक्वतद्धिते इत्यनेन इत्संख्या भवति. अनन्तरं तस्य लोपः इत्यनेन सूत्रेण शकारस्य इत्संख्या लोपः भवति. न एव अवशिष्यति. न अवशिष्यते. ओके, न अवशिष्यते. ओके, अग्रिम अवसरे वयं किं प्रत्ययानां विषये पश्यामः. अनन्तरं किं धातवः अपि अहम् अत्र स्थापितवती. यावत् शक्यं तावत् कर्तुं प्रयत्नं कुर्वन्तु, पश्यामः. ओके, चलो समापयामः. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिः शान्तिः शान्तिः. धन्यवादः, शुभरात्रिः।